नमस्कारः, अस्माकं पाणिनीय व्याकरणवर्गे स्वागतं. धातुपाठे हल्सन्धिः चतुर्थभागः इति प्रवर्तते. तत्र वयं गतसप्ताहे तस्य परिचयं प्राप्तवन्तः. दकारादिप्रत्ययः परः अस्ति चेत् तत्र कार्याणि कानि इति. तत्र दकारादिप्रत्ययस्य निष्पादनार्थम् एव मार्गद्वयम् अस्ति. तत्तु हूजल्भ्यो हेर्दिः इति प्रथमसूत्रं. तत्र हू धातुतः जलन्तेभ्यः धातुभ्यश्च ही प्रत्ययस्य स्थाने धी इति आदेशः. ही प्रत्ययस्य धी इति आदेशः हूजल्भ्यो हेर्दिः इति सूत्रेण. अनन्तरं जश् उत्तरस्य थकार थकारयोः स्थाने दकारादेशः. धा धातुं वर्जयित्वा जशस्ततोर्धूर्धः इति सूत्रेण इति दृष्टवन्तः. अतः तत्र मार्गद्वयमस्ति. प्रथमं धी इति प्रत्ययस्य साधनार्थमेव. ही स्थाने धी इति भवति हूजल्भ्योहेर्धिः इति सूत्रेण. अनन्तरं जश् उत्तरस्य थकारतकारयोः प्रत्ययोः स्थाने धकारादेशः भवति जशस्ततोर्धूर्धः इति सूत्रेण. अनन्तरं मध्यमपुरुषस्य बहुवचने तु साधारणतया तत्र क्षम्यतां सामान्यतया तत्र प्रत्ययः तु द्वे आत्मनेपदी अस्ति चेत् द्वे लटि लङि ध्वम् इति प्रत्ययः धकारादिप्रत्ययः एव अस्ति, साक्षात् अस्ति इति कृत्वा तत्र कार्यं नास्ति. अतः प्रथमं प्रत्ययसाधनं कथम् इति दृष्टवन्तः. इदानीं तत्र खण्डशः कथं कार्याणि इति एव साक्षात् तदेव पठामः. तद् किञ्चित् लाभाय भवति. अत्र अस्मिन् पाठे यानि सूत्राणि सन्ति सर्वाणि परिचितानि. अत्र नूतनसूत्रम् इति किमपि नास्ति. केवलम् अस्माकं प्रक्रियाचिन्तनमेव तत्र धी प्रत्यये परे कथं कार्याणि. इदानीं ही स्थाने धी आगच्छति इति अपि वयं पूर्वमेव दृष्टवन्तः. अतः नूतनसूत्रम् इति किमपि नास्ति. अतः पठामः. महोदय, भवान् एव तत्र सी इति भागतः आरम्भं करोति वा? सी अग्रे, अस्तु, ततः खलु अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते. धातुः कवर्गान्तः प्रत्ययः धकारादिः सर्वत्र जस्त्वसन्धिः. धात्वन्ते कवर्गीयवर्णस्य स्थाने जश् आदेशः जलां जश् जशि इति सूत्रेण. कवर्गस्य तृतीयसदस्य आदेशः इति. यथा शशाक् योगः इदानीं हूजल्भ्यो हे धी जलिपरे हक हि प्रत्ययस्य धि आदेशः भवति. अतः शशाक् योग धी इति अस्ति. इदानीं शशाकोगति जलां जश् जशि इत्यस्य सूत्रस्य प्रसक्तिः. तर्हि जशादेशः शशाग् धि इति वर्णमेलने शशाग् धि. तथैव लेलिख् योगः लेलिख् धि. अनन्तरं ककारस्य जस्त्वं गकारः भवति. जलां झलां जश् झषि इत्यनेन वर्णमेलने लेलिग् धि. तात्वङ्ग् हि इति अत्रापि हिकार हि इत्यस्य प्रत्ययस्य धि आदेशः. तात्वङ्ग् धि अत्र जलाञ्जश् इत्यस्य कार्यं नास्ति, केवलं तत्र जश् एव अस्ति. अतः तातङ्ग् धि इति भवति. अग्रे लालङ्घ् वा लालङ्घ् योग हि. अत्रापि हि इति हिकारस्य स्थाने धि प्रत्ययस्य आदेशः. अनन्तरं घकारस्य घकारः भवति जलां झष् झषि इत्यनेन. अतः रूपं लालङ्घ् धि इति रूपम्. नमस्कारः भगिनि. नमस्ते भगिनि. अतः तत्र कवर्गान्तधातुः प्रत्ययः दकारादिः चेत् अस्माकं हूजल्भ्यो हेर्दिः यदा सङ्गं यदा आवश्यकं तत्र हूजल्भ्यो हेर्दिः जलां झष् झषि इति कवर्गस्य स्थाने तृतीयादेशः एव. किमपि अन्यकार्यं किमपि नास्ति इति. आम् अग्रे अपि महोदय चवर्गान्तधातुः अस्तु चवर् धातुः चवर्गान्तः प्रत्ययधकारादिः चवर्गस्य समूहत्रयं सामान्यनियमः धात्वन्ते च च झ वा चेत् चवर्गस्य स्थाने कवर्गादेशः भवति चोः कुः इति अष्टमाध्यायस्य द्वितीयपादस्य त्रिंशत्तमं सूत्रमस्ति धात्वन्ते कवर्गीयवर्णस्य झष् आदेशः भवति जलां झलां झष् झषि इति सूत्रेण अत्र चतुर्थपादस्य त्रिपञ्चाशत्तमं सूत्रमस्ति यथा विच् योग अष्टं योग द्वे विच् इति रुधादिगणीयधातुः अस्ति अतः विच् विच् अष्टम् इति नकार नम् इत्यस्मिन् अकारः लुप्यते प्रायः विञ्च् इति भवति विञ्च् विञ्च् द्वे अत्र चोः कुः इत्यनेन ककारस्य चकारस्य गकारः भवति विङ्क् द्वे इदानीं नश्च पदान्तस्य जलि इति सूत्रेण तृतीयपादे अस्ति चतुर्विंशतितमं सूत्रमस्ति अतः अत्र नकारः भवति इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेश क्षम्यताम् अनुस्वारादेशः विङ्क् यक द्वे जलां झष् झषि इत्यनेन झस्त्वं विङ् युगद्वे इति ककारस्य गकारः अनुस्वारस्य परसवर्णे चतुर्थपादे अस्ति अतः अन्तिमम् अस्ति विङ् द्वे इति वर्णमेलने विङ् द्वे इति भवति तथैव युज् योग अष्टं योग द्वे अत्रापि युञ्ज् योग द्वे चोः कुः इत्यनेन युञ्ज् जकारस्य जकारस्य कवर्ग युङ् कवर्गः भवति जकारस्य कवर्गीयगकारः भवति युङ् द्वे इति भवति जाझर्ज् हि इति अस्ति हू जल्दो हे धि इत्यनेन धि आदेशः जाझर् धि चोः कुः इत्यनेन जाझर्घ् धि अनन्तरं जलाञ्जश्चषि इत्यनेन जाझर्घ् धि इति रूपम् अत्र विच् अपि च युच् विच् च युज् च धातुः रुदादिगणे स्तः तत्र स्टम् इति विकर्णप्रत्ययः धातोः मध्ये उपविशति स्टम् इत्यस्मिन् अनुबन्धलोपे न अवशिष्यते अग्रे यदा अस्माभिः रुदादिगणीयगणस्य सार्वधातुकप्रकरणं परिशील्यते तदा सर्वाणि सोपानानि पश्येम ध्येयं यत् अनुस्वारस्य परस्वर्णादेशः भवति एकवारमेव प्रक्रियायाः अन्ते सूत्रसङ्ख्या इति कारणं पूर्वत्र आसीदमिति सूत्रम् इति तत् अन्ते करणीयम् इति अस्ति सर्वत्र इदानीं द्वे इति अस्ति चवर्गीय चकार जकार अथवा झकार अस्ति चेत् तत्र चोः कुः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति अनन्तरं धि इति दकारादिकारणेन तत्र जलां झष् झषि अपदान्ते अस्ति झष् झषादेशः भवति अपि च अनन्तरं तु अनुस्वारस्य अनुस्वारसन्धि नश्च पदान् सञ्चलि अपि च अनुस्वारस्य परसवर्ण इति अन्तिमे अन्ते एव भवति अनुस्वारस्य परसवर्ण इति एव अस्ति सूत्राणि तु वयं जानीमः एव चोः कुः नश्चापदान्तस्य चलि अनुस्वारस्य परसवर्णः पूर्वत्र असिद्धं पूर्वत्र असिद्धम् इति कारणेन अनुस्वारस्य परसवर्णः इति त्रिपाद्याम् अन्ते एव भवति इति कारणम् अस्तु महोदय धन्यवादः विजया भगिनी विशेषनियमः पठति वा नमस्कारः भगिनि नमस्ते विशेषनियमः द्वितीयबिन्दुः एते चकारान्त जकारान्तदातवः व्रश्च ब्रश्च सृज मृज यज राज ब्राज च चेत् अयं चोः कुः इत्यस्य अपवादः येषां चकारान्त जकारान्तदातूनां च अन्तिमवर्णस्य स्थाने शकारादेशः भवति ब्रच व्रच्च ब्रच्च इति सूत्रेण चषांशः इति सूत्रेण प्रत्यादौ दकारस्य स्थाने दकार आदेशः भवति स्टुनास्तुः इति सूत्रेण. धात्वन्ते शकारस्य स्थाने जश् आदेशः जलां जश् जशि इति सूत्रेण. शकारः मूर्धन्यवर्गः मूर्धन्यवर्गे अस्ति अतः तस्य स्थाने जस्त्वं नाम दकारादेशः भवति. एतत् सर्वं पूर्वमेव वयं दृष्टवन्तः. शकारस्य मूर्धन्यशकारस्य स्थाने दकार आदेशः भवति स्टुनास्तुः इति सूत्रेण. अनन्तरं तस्य स्थाने शकारस्य स्थाने जश् आदेशः भवति जलां जश् जशि इति सूत्रेण. तावदेव भवति अत्र. यथा अग्रे पठामि वा? आम् आम्. यथा वावृष् योगः हि हु जल्भ्यो दीर्घ हे हेर्भिः इत्यनेन हि स्थाने दि आदेशः वावृश्च योगः दि स्कोः संयोगान्त्योरन्ते च इत्यनेन जलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः वावृच् इति भवति. वावृच् योगः ति तत्र व्रच ब्रच सृज एतत् जषां शः इत्यनेन चकारस्य स्थाने शकारः आदेशः भवति वावृष् योगः ति इति. अत्र स्टुनास्तुः इति सूत्रेण प्रत्ययस्य प्रत्ययस्तस्य दकारस्य चतुर्थवर्णस्य स्थाने दकारः एतत् वर्गीयचतुर्थवर्णः दकारः आदेशः वावृष् योगः डि. अत्र जलां जशि जलां जश् जशि इत्यनेन जस्त्वं भूत्वा वाव्रङ्ग् शकारस्य स्थाने एतत् वर्णस्य अन्तिमवर्णः वाव्रड् एतत् जलां जश् जसि इति सूत्रेण वाव्रड् इति भवति. तत्र ये पूर्वमेव तिष्ठं डि अस्ति वाव्रड् योगः डि वर्णमेलनम् अस्ति अत्र वाव्रड् डि इति. तावदेव भगिनी अत्र. समीचीनम्. अतः सामान्यतया चोहोकुः विशेषनियमः व्रश्च व्रश्च इति सूत्रं. यदा व्रश्च व्रश्च आगच्छति यदा संयोगः अस्ति चेत् स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यम्. अनन्तरं व्रश्च व्रश्च इत्यस्य कार्यं व्रश्च व्रश्च इत्यस्य कार्यं भवति चेत् तत्र ष्टुनाष्टुः इत्यस्य कार्यं. ष्टुनाष्टुः अनेन जलां जश्चषि. यदा वयं चोहोकुः इत्यस्य दृष्टवन्तः तत्र तु ष्टुनाष्टुः इत्यस्य कार्यमेव तस्य आवश्यकता एव न आसीत् चोहोकुः जलां जश्चषि इत्येव. तत् अत्र व्रश्य द्रश्य इत्यस्य कारणेन शः इति शकारादेशः भवति इति कारणेन तत्र ष्टुनाष्टुनु ष्टुः इत्यस्य अवसरः अनन्तरं जलां जश्चषि इत्यस्य कार्यम्. अस्तु भगिनि. अरुणा भगिनि सरी सृज् करोति वा? आं भगिनि, क्षम्यतां विलम्बेन आगतवती. सरीसृज् धातुः योगः हि प्रथमं हू जल्भ्यो हेर्धिः इति सूत्रेण हि स्थाने धि आगच्छति सरीसृज् योगः धि. व्रश्च भ्रश्च भ्रश्च सृज मृज जय यज राज ब्राज जशांशः इति सूत्रेण चकारस्थाने शकार आगच्छति चोहोकुः अपवादसूत्रं. तदनन्तरं स्टुनास्टुः इति सूत्रेण धी स्थाने धि आगच्छति कारणं पूर्वं शकार अस्ति. तदनन्तरं जलां जश्चषि इति सूत्रेण शकारस्थाने ढकार आगच्छति सरिषृद्धि इति रूपं भवति. समीचीनं. बरीब्रज् इति न कृतवन्तः किल भगिनी, वाव्रश् एव कृतवती. क्षम्यतां भगिनी, तदपि करोतु पूर्वं. बरीब्रज् ओके. बरीब्रज् इति अन्यत् दातु अस्ति दत्तः ययव हि तदत्रापि हि स्थाने हू जल्भ्यो दीर्घ हेर्धि इति सूत्रेण हि स्थाने धि आगच्छति. तदनन्तरं कोः संयोगाद्योरन्ते च इत्यनेन मूलसकारलोपः भवति बरिब्रज् एव भवति योगः धि. तदनन्तरं व्रश्च व्रश्च सूत्रेण चकारस्थाने शकार आगच्छति, स्टुनाष्टुः इति सूत्रेण धी स्थाने ढी आगच्छति, जलां झष् झष् इति सूत्रेण षकारस्थाने डकार आगच्छति, बरिबृद्धि इति रूपं निष्पन्नं भवति. समीचीनं. अतः सर्वत्र तादृशमेव कार्यं, समानप्रक्रिया. भगिनी मरीमृज् तत्र अन्तिमरूपं पठति वा? मरीमृज् योगः हि, मरीमृज् योगः हि, अत्रापि प्रथमं ह्युजल्भ्यो हेर्धिः इति सूत्रेण हि स्थाने धि आगच्छति, तदनन्तरं व्रश्च भ्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण जकारस्थाने षकार आगच्छति, तदनन्तरं स्टुनाष्टुः इति सूत्रेण हि स्थाने ढि आगच्छति, जलां झष् झष् इति सूत्रेण मरीबृड् युहडि मरीबृड्डि इति रूपं निष्पन्नं भवति. अग्रे भगिनि, यायज्युगहि, तत्रापि हि स्थाने प्रथमं धि आगच्छति, ह्युजल्भ्यो हेर्धिः इति सूत्रेण, तदनन्तरं व्रश्च भ्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण जकारस्थाने षकार आगच्छति, तदनन्तरं सृणाष्टुः इति सूत्रेण धि स्थाने धि आगच्छति, जलां झष् झष् इति सूत्रेण षकारस्थाने डकार आगच्छति, यायद् योगः ढि यायड्ढि इति रूपं निष्पन्नं, तदेव सामान्यं सामानसूत्रम् प्रक्रिया, समानप्रक्रिया. रारड् योगः डि हि, तत्रापि रारड्डि, बाब्रज् योगः हि, तत्रापि बाब्रड्डि. अत्र एकं स्टार् इति अस्ति किल भगिनि, तदपि पठति वा? ब्रश्ज इति मूलधातुः, श्रुत्वं ओके, अत्र श्रुत्वं जस्त्वं च कृत्वा ब्रश्ज ब्रश्च ब्रज अहं वयं कृतं करोमि भगिनि. ब्रश्च इति धातुः अस्ति, तदत्र जकारस्थाने जकार आगच्छति, तत्र जकारः सकारः, सकारः जकारः अस्ति, अतः प्रथमं श्रुत्वं भवति. ब्रश्च ताळव्यषकारादेशः सकारस्य स्थाने, अनन्तरं झष्त्वं भवति, अनेन ब्रज इति रूपम्. ओके, तदेव. द्वितीयं शेरियपिच्च इत्यनेन अपित्वस्य अध्यारोपणात् गुणवृद्धिनिषेधः. हि इति सिप् अस्ति स्थाने अहि आगच्छति, परन्तु शेरियपिच सूत्रेण अपित् भवति, ततः गुणवृद्धिनिषेधः भवति. सम्यक्. तत्र मरीमृज् इति धातुः साधारणतया तत्र मृजेर्वृद्धिः इत्यनेन वृद्धिः भवति, पूर्वमपि वयं दृष्टवन्तः, परन्तु तत्र हि इति अपित्वम् आरोपितम् इति कारणेन तत्र गुणवृद्धिनिषेधः, मृजेर्वृद्धिः इत्यस्य कार्यं न भवति, तत्र वृद्धिः न भवति इति एव. समीचीनं, धन्यवादः. अतः स्कोः संयोगः द्योरन्ते च सूत्रं वयं जानीमः, जलीपदस्य अन्ते संयोगान्तस्य लोपः पदान्ते एव, स्कोः संयोगाद्योरन्ते च तत्र जलीपदस्य अन्ते, तदेव भेदः. द्वयोः स्थलयोः संयोगः भवेत्, परन्तु संयोगान्तस्य लोपः पदान्ते, स्कोः संयोगाद्योरन्ते च जलीपदस्य अन्ते, ब्रश्च ब्रश्चापि जलीपदस्य पदान्ते कार्यं. ष्टुनाष्टुः इति सन्धिसूत्रम् अस्तु. प्रश्नः किमर्थम् इति इत्यनेन पठामः. श्रीवल्ली भगिनि, प्रश्नः उदेति किमर्थम्? आम्, प्रश्नः उदेति किमर्थं स्टुनाष्टुः सर्वदा पूर्वम् आयाति? जलां झष् झष् परं परसूत्रमस्ति, पूर्वत्र असिद्धम् इति कारणं. द्वे अपि सूत्रे त्रिपाद्यां, तत्र सूत्रसङ्ख्यादृष्ट्या स्टुनाष्टुः इति पूर्वसूत्रं, जलां झष् झष् इति परसूत्रम्. एतावता वयं यत्किमपि पठितवन्तः, एतत्तु सरलमेव किल तत्र स्तुनाष्टुः इति सूत्रसङ्ख्या दृष्ट्या पूर्व त्रिपादिसूत्राणि स्तुनाष्टुः अपि जलां झषि अपि स्तुनाष्टुः इति पूर्वसूत्रं जलां झषि इति परसूत्रम् अतः स्तुनाष्टुः इत्यस्य कार्यं प्रथमम् इति अस्तु भगिनि चकारान्तधातोः वर्गद्वयं तदपि पठति वा तृतीयबिन्दुः चकारान्तधातोः वर्गद्वयं तुक् सहितचकारान्तधातुः इति चेत् छोः षूड् अनुनासिके च इत्यनेन षत्वं तदा ब्रश्च ब्रश्च सृजं भृज यज राज ब्राज चषांशः इत्यनेन षत्वं भवति चकारान्तधातोः तुक् सहितचकारान्तधातुः इति चेत् छोः षूड् अनुनासिक इत्यनेन षत्वं भवति देन् तदा षत्वं भवति पाप्रच् योगः हि उदाहरणं प्रथमं हु हु जल्भ्योः हेद्भिः इति सूत्रेण हि स्थाने दकारः भवति हकारस्य स्थाने दकारः भवति प्रापच् योगः धि अनन्तरं प्रापच् इति तुक्सहितचकारः इत्यनेन चोः शूड् अनुनासिके च इति सूत्रेण शकारः चकारस्य स्थाने तुक्सहितचकारस्य स्थाने शकारः भवति प्राप्रश् योगः धि अनन्तरं ब्रश्च ब्रश्च सृज मुज यज राज भ्राज चषांशः इत्यनेन शकारस्य स्थाने मूर्धन्य शकारः भवति पाप्रश् योगः धि अनन्तरं स्टुनाष्टुः इत्यनेन धकारस्य स्थाने पाप्रश् योगः धकारस्य स्थाने ढकारः भवति पाप्रश् योगः डि तदनन्तरं जलां झषि इत्यनेन षकारस्य स्थाने ढकारः भवति पाप्रड् योगः डि पाप्रड्डि तुक् सहितचकारान्तधातुः नास्ति चेत् चोः कुः इत्यनेन कुत्व वावाञ्च् योगः हि प्रथमं हू जल्भ्यो हो हे हे धिः वावाञ्च् योगः धि भवति अनन्तरं व्रश्च ब्रश्च सृज भृज यज राज भ्राज चषांशः इति सूत्रे तुक्सहितचकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिः नास्ति इति कारणेन वावाञ्च् योगः धि अनन्तरं चोः कुः इत्यनेन नश्चापदान्तस्य जलि वावाङ्क् प्रथमं चोः कुः अनन्तरं नश्चापदान्तस्य जलि रूपं भवति वावाङ्क् योगः धि अनन्तरं जलां झषि ककारस्य स्थाने झष् गकारः भवति वावाङ्ग् योगः धि अनन्तरं अनुस्वारस्य ययि परसवर्णः इत्यनेन कवर्गीय अनुनासिक आदेशः भवति रूपं भवति वावाङ्घि इति रूपं समीचीनम् अतः तुक्सहितचकारः अस्ति चेत् शोकोषूडनुनासिके च ब्रश्च ब्रश्च तालव्यषकारः मूर्धन्यषकारादेशः अनन्तरं यदा वयं पूर्वं दृष्टवन्तः ष्टुनाष्टुः जलां झषि इति क्रमः तुक् रहितचकारः अस्ति चेत् साधारण सामान्यसूत्रं चोः कुः इत्यस्य एव कार्यम् अनन्तरं यत्किमपि यदा वयं तत्र अनुस्वारः अस्ति चेत् नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः इति यथा क्रमं तत्र भवति तत्र तुक् सहितः वा रहितः वा इति द्रष्टव्यः तत् बहु मुख्यबिन्दुः अस्ति समीचीनं श्वः शूडनुनासिके च वयं पठितवन्तः तत्र तत्र ऊट् आदेशः भवति इत्यपि मनसि भवेत् अग्रे पश्यामः ऊट् भाविनः कथं भवति इति श्वः शूडनुनासिके च बहुवारम् आगच्छति पुनः पुनः तुक् सहितचकारस्य स्थाने षकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशः तदपि पश्यामः वकारस्य स्थाने ऊट् आदेशः कथं भवति इति अनुनासिकादिप्रत्यये परे क्वीपरे जलादिप्रत्यये परे तत्र भवति इति. अस्तु महोदय, टवर् घान्तः पठति वा? आम् भगिनि, एकवारं. हा, धातुः टवर्गान्तप्रत्यय धकारादिः. प्रत्यादौ धकारस्य स्थाने ढकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण. धात्वन्ते टवर्गीयवर्णस्य स्थाने जश् आदेशः डकारः इति जलां जश् झषि इति सूत्रेण. यथा लोलुट् योग धी, इदानीं टकारः धकारः अस्ति, अतः ष्टुनाष्टुः इति इत्यनेन प्रत्ययस्तस्य धस्थाने धकारस्य स्थाने ढकारादेशः. लोलुट् योग ढी, इदानीं टकार ढकार इति जलां जश् झषि इत्यनेन टकारस्य तृतीयवर्णः लोलुट् लोलुड् योग ढी, वर्णमेलने लोलुड्ढि इति. तथैव प्रापट् योग धी, सुनाष्टु इत्यनेन धकारस्य धत्वादेशः भवति, अतः पापट् ढी. पापट् इत्यस्य इदानीं पापड् इति भवति, पापड्ढि. तथैव ईड् योग द्वे, अत्र अष्टोष्टुरष्टु इत्यनेन ईड् डकारस्य डकारादेशः एव, ईड् द्वे. भगिनि, अत्र करणीयं वा? यत्र यत् जस्वमस्ति यत् पुनः करणीयं वा? आं, तद् पर्जन्यवत् इति वदामः किल, सर्वत्र पर्जन्यवत् शास्त्रमिति. यदा प्रसक्तिः अस्ति तत्र यद्यपि तत्र किमपि भेदः न भवति, परिवर्तनं न भवति चेदपि सूत्रस्य प्रसक्तिः अस्ति. आम्, पर्जन्यवत् शास्त्रम् इति नाम तत्र. दृष्टिः यदा पतति सर्वत्र पतति इति. अतः डकारस्य इदानीं डकारस्य डकारः ईड्वे इति रूपम्. धातुपाठे कोऽपि ढकारान्तधातुः नास्ति एव, परन्तु हकारान्तधातुः अस्ति चेत् सामान्यनियमेन होडः इत्यनेन हकारस्य स्थाने ढकारादेशः भवति इति जानीमः. तर्हि तृणोः योग धी इत्यत्र हकारस्य होढः इत्यनेन ढकारादेशः भवति. तृणोढ् योगाद्धी, ष्टुनाष्टु इत्यनेन तृणोढ्ढी, इदानीं ढोडे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः. त्रिणे इति खलु, क्षम्यतां, त्रिणे योगढी, त्रिणेढी इति रूपं. होढः वयं जानीमः, हकारस्य स्थाने डकारादेश भवति हलि, हलिपरे पदान्ते च इति अस्ति अत्र. ढोडे लोपः, डकारपरे पूर्वतनस्य डकारः लोपः भवति, पूर्वतनस्य डकारस्य लोपः भवति. ढः षष्ट्यन्तं, डे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदभेदं सूत्रं. ढः ढे लोपः इति अस्ति रोरि इत्यस्ति, तथैव अत्रापि ढोडे लोपः. आम्, रोर् लोपस्य निमित्तमपि डकारः, डकारलोपस्य निमित्तं डकारः. पूर्वतनसूत्रमस्ति रोरि इति, ढोडे रोरि. आम्, अतः तत्र टवर्गान्तधातुः प्रत्ययः डकारादैः, तत्र विशेषनियमः किमपि नास्ति. ष्टुनाष्टुः जलान्तभूत्वा एव भवति. आम्, यदा हकारान्तः अस्ति चेत् पोडः तदपि वयं जानीमः. धन्यवादः महोदय. विजया भगिनी, अग्रिमम्. डि बिन्दुः, धातुः टा वर्गान्तः प्रत्ययः दकारादिः. धात्वन्ते टावर्गीयवर्णस्य स्थाने जश् आदेशः दकार इति जलं जश् झषि इति सूत्रेण. प्रत्ययादौ दकारस्य कोऽपि विकारः नास्ति चेत् यतः पूर्वं टावर्गीयवर्णः अस्ति, अतः तत्र विकारः नास्ति. यथा कृन्त् योगः हि, हु जल्भ्यो हेर्दिः, कृन्त् योगः हि स्थाने धि आगच्छति. अनन्तरं जलं जश् जशि इत्यनेन तृतीयसदस्य आदेशः कृन्त् इति पूर्वमस्ति, इदानीं कृन्द् योगः धि कृन्दि. जरो जरि सवर्णे इत्यनेन विकल्पेन जरः लोपः, कृन्दि रूपद्वयं विकल्पेन भवति, कृन्दि इति भवति. अनन्तरम् आद्ययोगः हि हु जल्भ्यो हेर्दिः इति सूत्रेण तत्रापि हि स्थाने दि आगच्छति, अद्दि इति. रुन्द् योगः हि हु जल्भ्यो हेर्दिः रुन्द्. अनन्तरं हि स्थाने दि आगच्छति. जलां जश् जशि इत्यनेन तृतीयसदस्य आदेशः भवति, रुन्द् योगः दि रुन्दि. जरो जरि सवर्णे इत्यनेन विकल्पेन अपि तत्र जरः लोपः भवति, रूपद्वयं भवति, रुन्दि रुन्दि इति. अत्र कृन्दिः रुन्दिः इत्यनयोः विकल्पेन द लोपं कृत्वा कृन्दि रुन्दि भवतः. सूत्रमस्ति जरो जरि सवर्णे इति, अधो लिखितं विवरणं कृपया पठ्यताम्. तथा रुन्द् धातोः उदाहरणं पश्यामः. जस्त्वं कृत्वा रुन्द् योगः दि इति स्थितिः. अस्मिन् नकार इति हल् डकार डकारात् प्राक् दकारः इति जर् द इति दकारस्य स्थाने सावर्णञ सावर्ण्यर् दकारात् परे. अतः हल् परतः दकारः यस्मात् परे सवर्ण जर् दकारः इति स्थितिः. अस्यां दशायां हल् परतः जर् दकारस्य विकल्पेन लोपः भवति. एतत् सर्वं स्पष्टतया तत्र कृतं. तत्र तृतीयदकारस्य स्थाने हल् परतः अस्ति चेत् अस्यां दशायां जर् दकारस्य स्थाने विकल्पेन लोपः भवति. अतः एव तत्र कृन्दि रुन्दि इति भवतः. प्रथमं हु जल्भ्यो दीर्घः इति स्थाने ही स्थाने दि आगच्छति. अनन्तरं जलां जश् जशि इत्यनेन तृतीयवर्णः आदेशः भवति. दकारस्य स्थाने जरां जरो जर् जरा जरो जरि सावर्णे इति विकल्पेन तत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति. रुन्दि रुन्दि इति विकल्पेन रूपं द्वयं भवति. हल् उत्तरस्य जरः अस्ति चेदेव विकल्पेन लोपः सवर्णे जरि परे. यदा वयम् अद्धि इति पश्यामः तत्र हल् उत्तरस्य जरः नास्ति, हल् एव नास्ति, हल् उत्तरस्य जरः तत्र. अतः एव जरो जरि सवर्णे इत्यस्य कार्यं तत्र नास्ति. जरः सवर्णे जरि परे अस्ति परन्तु हल् उत्तरस्य नास्ति. परन्तु यदा वयं रुन्द् कृन्द् इति पश्यामः नकारः हल् हल् दकारात् प्राक् क्षम्यतां नकारः इति हल् दकारः इति झर् सवर्णे झरि परे तत्र अस्ति इति कृत्वा धकारस्य लोपः. कृन्धि किम् अस्ति अत्र रुद्धि रुद्धि रुन्दि क्षम्यतां नकारः तु अवशिष्यते एव दकारस्य एव लोपः. अतः हल् उत्तरस्य जरः तद् तद् बहु मुख्यमस्ति. अतः एव अद्धि इत्येव रूपं. भगिनी सूत्रं पठति वा? जरो जरि सवर्णे जरो जरि सवर्णे अष्टाध्याये चतुर्थपादे पञ्च षडितिः तम हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णजरि परे. जरः षष्ट्यन्तं जरि सप्तम्यन्तं सवर्णे सप्तम्यन्तं त्रिपदमितं सूत्रं. हलो यमां यमि लोपः इत्यस्य हलः लोपः चेत् अनयोः अनुवृत्तिः. जयो होन्यतरस्याम् इत्यस्मात् अन्यस्तरस्याम् इत्यस्य अनुवृत्तिः. त तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अस्ति. अनिवृत्तिसहितसूत्रं हलः जरः लोपः अन्यतरस्यां सवर्णे जरि संहितायां तत्र जरि जरो जरि सवर्णे इति भवत्या पूर्वमेव उक्तं. हल् उत्तरस्य जरः विकल्पेन लोपः भवति अतः रूपं सवर्णजरि परे अस्ति चेत् अतः एव रूपद्वयं भवति. एतत् पूर्वम् एव उदाहरणं दृष्टवन्तः रुन्दि रुन्दि इति. तावदेव खलु भगिनि? आं भगिनि सम्यक्. हलः उत्तरस्य जरः विकल्पेन लोपः इति. अस्तु वर्णत्रयस्य संयोगः अन्तिमवर्णद्वयं सवर्णजरि. आं भगिनि रुन्दि इति उदाहरणमस्ति वर्णत्रयं संयोगम् अत्र. आं सम्यक् अस्तु अरुणा भगिनि. धन्यवादः भगिनि. धातुः शकारान्तः प्रत्ययः धकारादिः. शकारान्तधातोः अन्तिमशकारकस्थाने षकारः आदेशः भवति. व्रश्च भ्रश्च सृज मृज यज राज ब्राज चशंसः इति सूत्रेण अयं जलां जश् जशि इत्यस्य अपवादः. नो चेत् शास्थाने तृतीयसदस्य जकारादेशः भवति स्म. प्रत्यये आदौ धकारस्य स्थाने ढकारादेशः स्टुनास्टुः इति सूत्रेण. धात्वान्ते षकारस्य स्थाने जष् आदेशः. जलां जष् जष् इति सूत्रेण षकारमूर्धन्यवर्गः अस्ति ततः तस्य स्थाने जस्त्वं नाम ढकार आदेशः भवति. द्वयं पूर्वमपि पठितवन्तः. अत्र षकारधातु षकारान्तधातुः अस्ति चेत् प्रथमं वश्च भ्रश् चेत् सूत्रेण षकारस्थाने मूर्धन्यषकार आगच्छति. तदनन्तरं ढकार अस्ति स्टुनास्टुः इति सूत्रेण ढकारस्थाने ढकार आगच्छति. षकारस्थाने जश् आदेशः जलां जष् जश् इति सूत्रेण षकारमूर्धन्य अर्थात् स्थाने ढकारः आदेशः भवति. उदाहरणमस्ति ईश् योगः द्वे ब्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांसः इति सूत्रेण सकार षकारस्थाने षकारः आदेशः. ईश् योगः द्वे स्टुनास्टुः इदनेन ईश् द्वे जलां जश् जश् इति सूत्रेण जस्तम् ईद् योगः द्वे द्वे वर्णमयेन हि ई द्वे इति रूपं निष्पन्नं भवति. अतः व्रश्च व्रश्च तालव्यषकारस्य स्थाने मूर्धन्यषकारादेशः अनन्तरं यथा वयं पूर्वं दृष्टवन्तः शृणाष्टुः जलां चश्चि. अग्रिममपि पठतु भगिनि. मूर्धन्यषकारान्तः प्रत्ययः धकारादिः. प्रत्ययादौ धकारस्य स्थाने ढकारादेशः भवति स्टुनास्टुः इति सूत्रेण. धात्वान्ते षकारस्य स्थाने जश् आदेशः जलां जश् जश् इति सूत्रेण षकारः मूर्धन्यवर्गः अस्ति अतः तस्य स्थाने जस्तं नाम ढकारादेशः. अत्रापि उदाहरणमस्ति छच्छ योगः छच्छ योगद्वे कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः भवति. छश् युगद्वे स्टुनास्तु इति सूत्रेण ढकारस्थाने ढकारादेशः भवति. षकार मूर्धनषकारस्थाने जलां जशि जलां जश् जशि इति सूत्रेण जस्त्वं भवति. छड् युगद्वे छड्वे इति रूपं निष्पन्नं भवति. तदेव उष् धातुः धि स्टुनास्टुः सूत्रेण धकारस्थाने ढकार आगच्छति. जलां जश् जशि सूत्रे जस्त्वं भवति. शकार मूर्धनशकारस्थाने ढकार आगच्छति. उड् ढि ढि इति रूपं. तदेव द्विष् युगः धि स्टुनास्टुः इति सूत्रेण ढकारस्थाने ढकारः आगच्छति. द्विष् युग ढि जलां जश् जशि इति सूत्रे जस्तं षकारस्थाने डकार आगच्छति. द्विड् युगडि द्विड्डि अचच् युगद्वं प्रथमं स्कोः संयोगाद्यन्तरे इत्यनेन ककारलोपः भवति. चष् अचष् इति सूपमस्ति, अचष् योगध्वं. तदनन्तरं स्टुनास्टुः इति सूत्रेण अचष् योगध्वं. जलां जस् जश् इति सूत्रेण जस्त्वम्. अचड् योगध्वम् अचढ्वम् इति. अस्तु, अतः तालव्यशकारः अस्ति चेत् तत्र भ्रष्टभ्रष्ट इत्यनेन मूर्धन्यषकारः ष्टुनाष्टुः जलां झष्टि, मूर्धन्यषकारः अस्ति चेत् ष्टुनाष्टुः जलां झष्टि इत्यस्य एव कार्यं. यदा संयोगः अस्ति चेत् स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं भवति. सम्यक् भगिनी, धन्यवादः. श्रीवल्ली भगिनी जी इति पठति वा? धातुः सकारान्तः प्रत्ययः धकारादि, धकारादिप्रत्यये परे सकारान्तधातोः सकारस्य लोपः. धी च इति सूत्रेण अयं झलां झष् झषि इत्यस्य अपवादः. नो चेत् सकारस्थाने तृतीयसदस्य धकारादेशः भवति स्म. धकारादिप्रत्यये परे सकारान्तधातोः सकारस्य लोपः भवति धी च इति सूत्रेण. दीच इति सूत्रं जलां झष् झषि इत्यस्य अपवादः. यथा छखास् योगः धि, धीच इत्यनेन सकारस्य लोपः भवति चकायोगः धि. केवलं वर्णमेलनीयं चकाधि इति रूपं भवति. कंस् योगः द्वे, दीच इत्यनेन सकारस्य लोपः भवति कं योगः द्वे. अनन्तरं अनुस्वारस्य ऐ परसवर्णः इत्यनेन रूपं भवति कन्द्वे. आस् योगः द्वे, दीच इत्यनेन सकारस्य लोपः भवति आद्वे इति रूपं भवति. निम्स् योगः द्वे, दीच इत्यनेन सकारस्य लोपः भवति निम् योगः द्वे, निम् द्वे. अनन्तरम् अनुस्वारस्य ऐ परसवर्णः इत्यनेन निन् द्वे इति रूपं भवति. आशास् योगः द्वे, धीच इत्यनेन सकारस्य लोपः भवति आशा योगः द्वे, आशा द्वे. अनन्तरं वस् योगः द्वे, धीच इत्यनेन सकारस्य लोपः भवति वायोगः द्वे, वध्वे इति रूपं भवति. सूत्रमस्ति दीच, दीच सकारस्य लोपः भवति धकारादिप्रत्यये परे. दि सप्तम्यन्त्यं च अव्ययपदं द्विपदमिदं सूत्रं. रात् सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः, संयोगान्तस्य लोपः इत्यस्य लोपः इत्यस्य अनुवृत्तिः. अनुवृत्तिचैतसूत्रं दीच सस्य लोपः. सकारस्य धकारादिप्रत्यये परे सकारस्य लोपः भवति. तावदेव, तत्र तकारादिप्रत्यये परे सकारस्य लोपः, किमपि अन्यत् निमित्तं किमपि नास्ति. अस्मिन् विषये अग्रे यदा लुङ् प्रत्ययः वा किमपि अस्ति तत्र पश्यामः. पुनः धीच इति सूत्रं बहुत्र अत्र आगच्छति. अतः सकारादिप्रत्ययः सकारान्तधातुः दकारादिप्रत्ययः अस्ति चेत् दीच, प्रायः दीच एव अस्मिन् पाठे नूतनसूत्रमस्ति. समीचीनम्. अस्तु भगिनि, अग्रे अपि पठतु हकारान्तप्रत्ययः. आम्, धातुः हकारान्तः प्रत्ययः धकारादिः. सामान्यनियमः, प्रथमं धकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने डकारादेशः भवति होडः, होडः इत्यनेन सूत्रेण. अनन्तरं प्रत्ययादौ स्थितस्य धकारस्य स्थाने डकारः आदेशः भवति स्टुनास्टुः इति सूत्रेण. पूर्वतनस्य डकारलोपः भवति डोडे लोपः इति सूत्रेण. डलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति डलोपि पूर्वस्य दीर्घोणः इति सूत्रेण. सामान्यनियमः, प्रथमं हकारस्य स्थाने डकारः भवति होडः इत्यनेन. अनन्तरं प्रत्ययादौ स्थितस्य डकारस्य स्थाने डकारः आदेशः भवति शृणाश्रुः इत्यनेन. अनन्तरं डकारस्य लोपः भवति डोडे लोपः. तदनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण डलोपनिमित्तस्य पूर्वस्यानः दीर्घः भवति. यथा उदाहरणं लिह् योगः धि, प्रथमं होडः इत्यनेन झलि परे हकारस्य स्थाने डकारादेशः भवति. लिड् योगः धि, स्टुनास्टुः इत्यनेन प्रत्ययादौ दकारस्य स्थाने डकारः भवति. लिड् योगः डि, ढोडे लोपः इत्यनेन पूर्वतनस्य डकारस्य लोपः भवति. लि योगः डि, अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इति ह्रस्व एकारस्य दीर्घः भवति. लि योगः डि लीढि. अनन्तरं लिह् योगः द्वे, होडः लिड् योगः द्वे, स्टुनाष्टुः इत्यनेन लिड् योगः द्वे, डोडे लोपः इति लि योगः द्वे, डलोपे पूर्वस्य दीर्घोणः लि योगः द्वे लि द्वे इति रूपम्. अनन्तरं जो गुः योगः द्वि, होडः इत्यनेन प्रथमं हकारस्य स्थाने डकारः भवति. जो गुड् योगः द्वि, स्टुनास्टुः इत्यनेन प्रत्ययस्य आदौ डकारस्य स्थाने डकारः भवति. जो गुड् योगः द्वि. अनन्तरं डोडे लोपः पूर्वतनस्य डकारस्य लोपः भवति. लोगु योगः द्वि. तदनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः, ओकारः अस्ति चेत् दीर्घ सारि जोगु जोगु डलोपस्य उकारः अस्ति चेत् जोगु योगः ढि जोगूढि इति रूपं. समीचीनं. अणः अस्ति चेत् तस्य दीर्घः भवति, दीर्घः भवति इत्येव. अतः सामान्यनियमः होडः, ष्टुनाष्टुः, डोडे लोपः, ड्रलोपे पूर्वस्य दीर्घोणः. यदा अणः अस्ति चेत् तत्र दीर्घः भवति, नास्ति चेत् तस्य निमित्तं नास्ति. तद् वयं गतपाठे अपि दृष्टवन्तः किल. होडः इत्यस्य जलिपदस्य अन्ते च इति अनुवृत्तिः अस्ति, तदपि स्मर्तव्यं. समीचीनम्. अस्तु महोदयः, महोदय पुनः भवान् एव दकारादि ध्वनि अस्ति शिवलि भगिनी. दकारादि हकारान्तधातुतः दकारादिप्रत्ययः, प्रत्ययस्य योजनविधिः. दकारादिप्रत्यये परे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने दकारादेशः भवति. दादेर्धातोः घः इत्यनेन सूत्रेण धात्वन्ते घकारस्य स्थाने तृतीयादेशः भवति. जलां जस् झषि इति सूत्रेण जस्त्वविधिः इति. दुहुयोग धि इति अस्ति. इदानीं दादेर्धातो घः इत्यनेन हकारस्य स्थाने घकारादेशः, दुग् योग धि, जलां झस् झषि इत्यस्य प्रसक्तिः. इदानीं तत्र घकारस्य जशादेश गकारः भवति, दुग्धि इति. एवमेव दिह् धि इत्यस्मिन् अपि हकारस्य दादेर् धातोः गः इत्यनेन घकारादेश, घकारादेश कृते जलां झस् झषि इत्यस्य प्रसक्तिः. दिग्धि इति दादेर् धातोः गः इति वयं दृष्टवन्तः. हलिपद हलि झलिपरे पदान्ते च दकारादिधातोः हकारस्य स्थाने घकारादेशः भवति इति अस्ति. दादेः धातोः हः गः जलि पदस्य अन्ते च इति इत्यनेन. अतः तत्र धादेर्धातोर्गः जलां झश् झषि इत्येव कार्यं. दकारादि हकारान्तधातुः अस्ति चेत् दकारादि हकारान्तधातोः अत्र अन्य अपि किमपि कार्यमस्ति, तदपि पठति वा महोदय तृतीय. अस्तु, दकारादि हकारान्तधातुः द्वे प्रत्यये परे. अस्तु, द्वे प्रत्यये परे दकारादि हकारान्तधातोः धात्वंशस्य हकारस्य स्थाने घकारादेशः भवति. दादेर्धातोः गः इत्यनेन सूत्रेण. अधुना एका च वशाद् जशन्तधातुः जातः त्रि फोर् इति, अतः एकाचो वशो भश् झषन्तस्य सद्धोः इत्यनेन त्रि फोर् बिकम् फोर् फोर्. आदौ तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशः भवति. धात्वन्ते घकारस्य स्थाने तृतीयादेशः भवति जलां झषि इत्यनेन. धकारस्य स्थाने सारि क्षम्यतां घकारस्य स्थाने जत्वसन्धिः इति, यथा दिह् योग द्वे इति अस्ति. इदानीं हकारस्य स्थाने घकारदेशः भवति दादेर् धातोः घः इत्यनेन. इदानीं घकार अस्ति घ इति अस्ति धकार अस्ति, अतः तत्र बश् भावः भवति. एकाचो बशो बश् जशन्ते जशन्तस्य सद्वोः इत्यनेन बशः बश् आदेशः. धिग् दकारस्य, इदानीं दकारस्य ह्रस्वदकारस्य भष् भवति धिग् द्वे, जलां दश् जसि इत्यनेन धिग् द्वे दिग् द्वे इति भवति. एवमेव दिह्यगध्वम् अत्रापि हकारस्य घकारः भवति घकार दादे धातोः घः इत्यनेन घकारदेशः. यदा घकारादेशः भवति एकाचो बशो बश् जसन्तस्य सद्वोः इत्यनेन ध्वम् इति अस्ति, अतः तत्र इदानीं दकारस्य दिग्ध्वम् इति भवति. तथैव दुः द्वे धुग् द्वे इति. अतः सामान्यतया तु दादेर्धातोर्गः जलां झषि, यदा द्वे इति प्रत्ययः अस्ति चेत् एकाचो बशो बश् इत्यस्य कार्यं भवति. द्वे इति बश् भावः इति अस्तु. एकाचो बशो बश् अपि पदस्य अन्ते द्वोः द्वोः इति अस्ति, अतः एव अत्र अस्य प्रसक्तिः. सकारः दकारः परे अस्ति चेत् कार्यम् इत्यनेन एव अस्य प्रसक्तिः अस्मिन्. यदा दिह्योगः द्वं दुह्योगः द्वे, किमर्थम् एकाचो बशो बश् इत्यस्य कार्यम् इत्युक्ते स्तोः इति अस्ति, जशन्तस्य स्तोः इति कारणेन द्वशब्दे परे, सकारे परे द्वे द्वशब्दपरे, अतः तस्य कार्यम् अत्र इति. तावदेव अस्मिन् पाठे अस्ति. परिचितसूत्राणि इति कृत्वा एव अहं किञ्चित् वेगेन गतवती. यदा प्रश्नः अस्ति चेत् पृच्छन्तु. अग्रिम पाठेषु अपि प्रायः चत्वारः इति चिन्तयामि, तत्रापि पुनः सन्धि चिन्तनमेव. 12, 12A, 12B, 13 पर्यन्तं सन्धिचिन्तनानि एव पुनः पुनः आगच्छति. अस्तु, 12 पठामः वा? 12 अर्धघण्टा अस्ति. तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः. यद् यावत् वयं पठितवन्तः 12 इति अग्रिमपाठः भगिनि. अग्रिमपाठः तावदेव अस्मिन् लघुपाठः एव चतुर्थपाठः. 12, 12A, 12B, 13 सर्वत्र समग्रचिन्तनं. 12 इत्यत्र वयं यानि सूत्राणि एतावता पठितवन्तः चतुर्षु पाठेषु, तदेव पुनः समग्ररूपेण आगच्छन्ति. 12A इत्यत्र सन्धि अभ्यासः, 12B इत्यत्र यदा अनुनासिकान्तमङ्गं. वयं कानिचन सूत्राणि तु पूर्वमेव पठितवन्तः, वनति तनोत्यादीनाम् इति सर्वं, जनसन खन, तानि पुनः आगच्छन्ति. अनन्तरं 13 इति पाठे नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः, तदेव विषयः. तत्र मोनुस्वरः अपि आगच्छति. तत्र तावदेव पदान्ते अनुस्वार परसवर्णं कथं भवति इति, तदपि लघुपाठः एव. अतः चत्वारः पाठः यत् पठितवन्तः, चतुर्षु पाठेषु वयं यत् पठितवन्तः तदेव पुनः चतुर्षु पाठेषु आगच्छति. यदा अहं बहु वेगेन गच्छामि इति चिन्तयन्ति चेत् कृपया वदन्तु. पुनः पुनः आगच्छति इति कृत्वा एव अहं झटिति पठामः इति चिन्तयन्ती अस्मि. पश्यामः. अस्तु, विजया भगिनी पठति वा? मम समीपे एतत् करपत्रं नास्ति भगिनि. सङ्गणके नास्ति वा? अहम् एतदेव भोजनं करोमि अत्र. अस्तु, नास्ति चिन्ता. भवती उद्घाटयतु. अरुणा भगिनी पठति वा? हलन्तदातुभ्यः प्रमुखतः इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि भवन्ति, अतः येषां सन्धीनां सङ्ग्रहः. सकारादौ आदौ प्रत्यये पदे सन्धिकार्याणि, सकार आदौ पूर्ववर्णः ककार योगः सकार आदेशः, सकारस्थाने षकार आगच्छति, सकारस्य षत्वम् आदेशप्रत्ययः इति सूत्रेण. उदाहरणं तत्र षक् एव हस्यति सक्ष्यति. अतः क्रमेण दत्तमस्ति भगिनि, तदेव कवर्गः पूर्ववर्णः. कवर्गः इत्युक्ते धातु अन्ते कवर्गः भवेत्, प्रत्ययः सकारादिः. आं पठतु भगिनि. पूर्ववर्णः धातोः अन्तर्वर्णः खकार अस्ति, योगः सकार अस्ति चेत् अत्रापि खरिच इति खकारस्थाने खकार आगच्छति, सकारस्थाने षकारः, ककारस्य चत्वारिकः, सकारस्य शब्दं खरिच इति सूत्रेण आदेशप्रत्ययेन सकारस्थाने मूर्धनि षकार आगच्छति. उदाहरणं लेलेक् लेलेक् युहसि लेलेक् युहसि लेलेक्षि इति रूपं निष्पन्नं भवति. तदेव गकार अन्तिमवर्णः अस्ति सकारप्रत्यये पदे चेत् गकारस्थाने खकार खरिच इति सूत्रेण षकारस्थाने सकारस्थाने षकारः आदेशप्रत्ययः इति सूत्रेण. उदाहरणं तात्वङ्ग् युहसि तात्वङ्क् युहसि तात्वङ्क्षि इति रूपं. तदेव घकार अन्तिमवर्णः अस्ति सकार घकारस्थाने ककार खरिच इति सूत्रेण सकारस्थाने षत्वम् आदेशप्रत्ययसूत्रेण. उदाहरणं जगग् युवसि जगग् युवसि जगक्षि इति रूपं निष्पन्नं भवति. अतः कवर्गः परः सकारादिप्रत्ययः अस्ति चेत् प्रमुखतया खरीच इत्यस्य कार्यं, यदा ककारः अस्ति इति कारणेन तत्र सकारस्य षत्वम् आदेशप्रत्ययोः, इन्कोः आदेशप्रत्ययोः इत्यनेन तत्र षत्वमपि भवति इति प्रथम कवर्गस्य. चवर्गस्य किं? चवर्गस्य अपि पठतु भगिनि. चवर्ग अन्तिमवर्णः अस्ति चेत् सकार अस्ति चेत् चकारस्थाने चोः कुहितसूत्रेण चकारस्य स्थाने कः ककार आगच्छति, सकारस्य स्थाने आदेशप्रत्ययुतरे मुद्रेण षकार आगच्छति. उदाहरणं पच् युवस्यति, पच् चकारस्थाने ककार आगच्छति, पक् पश्यति. तदनन्तरं आदेशप्रत्ययुतरेण मुद्रेण षकारः पक् युव पश्यति पक्ष्यति इति रूपं निष्पन्नं भवति. तदेव महाप्राण छकार यपस प्रथमं ककार तदनन्तरं षकार चकारस्य सूत्रमस्ति चकारस्य शब्दं रश्चादिना च चोः शुण्डापुंसके इति सूत्रेण. अत्र तुकागम् अस्ति चेत् चोः शुण्डापुंसके सूत्रं कार्यं करोति. क्षुप्तं तुकारगम नास्ति चेत् व्रश्च ब्रश्च सूत्रमेव चकारस्थाने चकार आगच्छति. तस्य ककारादेशः षडोः कः अस्ति अत्र न अवगतं भगिनि. तत्र यदा तत्र प्रायः तत्र किञ्चित् अलैन्मेण्ट् सम्यक् नास्ति, तत्र श्रुत्वं न तुक् सहितचकारः अस्ति चेत् प्रथमं कार्यं चकारस्य षत्वं श्वोः षूडनुनासिके च इत्यनेन व्रश्चादीना च षत्वं. यदा व्रश्च ब्रश्च इति आदि प्रत्ययः अस्ति चेत् द्वितीयकार्यमस्ति षत्वं व्रश्च ब्रश्च इति सूत्रेण. अनन्तरं तृतीयकार्यमस्ति तस्य ककारादेशः, तस्य इत्युक्ते षत्वस्य ककारादेशः षडोः कः सि इत्यनेन. प्रथमं श्वोः षडुनासिके इति तुक् आगमस्ति चेत् चकारस्थाने षकार आगच्छति, अत्र तुकागम नास्ति चेत् व्रश्च व्रश्च इति सूत्रेण. तुकागमः अस्ति चेदेव व्रश्च व्रश्च, तुकागमः नास्ति चेत् चोखोकुः. ओ अनादर्वे ओके ओके. तुकागम अस्ति चेत् व्रश्च व्रश्च, तुकागम नास्ति चेत् चोः षुडनास्ति चकारस्थाने षकारः. तदनन्तरं षकारः ककार भवति षडोः कः इति सूत्रेण आदेशप्रत्युदन सकारस्थाने मूर्धनिषकः प्रश्यति इति रूपनिष्पन्नं भवति. अत्र अस्मिन् चतुर्थ बाक्स् मध्ये किमपि अस्ति तदेव प्रक्रिया सूत्राणि. अतः प्रच्छयोगः स्यति इत्युक्ते प्रथमं श्वोः षूडनुनासिके च इत्यस्य कार्यं, तुक् सहितचकारः अस्य स्थाने षकारादेशः, अनन्तरं ब्रश्च ब्रश्च इत्यनेन मूर्धन्यषकारादेशः, अनन्तरं षडोः कः सि आम् ताळव्यषकारस्य स्थाने मूर्धन्यषकारः, अनन्तरं षडोः कः सि इत्यनेन ककारादेशः, अनन्तरं सकारस्य षत्वम् आदेशप्रत्ययोः प्रक्ष्यति. सूत्रचतुष्टयमपि अत्रैव कार्यं करोति. यदा तुक्सहितचकारः नास्ति चेत् पूर्वतनप्रक्रिया यदस्ति चौहोकुः आदेशप्रत्ययोः तस्य एव कार्यम्. अवगतं किल? समीचीनम्. अतः चवर्गस्य सर्वदा चवर्गस्य चिन्तनद्वयं, तुक्सहितचकारः वा तुक्रहितचकारः वा इति द्रष्टव्यम्. एकं प्रश्न भगिनि, तुक्कागम अस्ति चेत् प्रथमं षडोः कः कार्यं करोति? तुक्कागमः अस्ति चेत् श्वोः षूडनुनासिके च प्रथमं कार्यं करोति. तदेव प्रश्नः किल भगिनि, स्पष्टं वा? तुपागम नास्ति चेत् ब्रश्च ब्रश्च वा? न न न, चोहोकुः ब्रश्च ब्रश्च. ब्रश्च ब्रश्च इति सूत्रे इच्छा इति अस्ति किल, तदेव तुक्काः आगमः, तदेव इच्छा श्वोः षूडनुनासिके च इत्यत्र प्रथममस्ति. सूत्रं यदा पूर्णतया पश्यति चेत् ब्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति अस्ति किल इच्छ, तदेव तुक् सहितचकारः इति नाम. ओके ओके अस्तु अस्तु, धन्यवादः महोदय. जकारः आम् पठतु भगिनि. अत्र जस् योगः जकारः योगः सकारः, तत्र जकारस्य स्थाने ककारः आगच्छति. चोः कुः इति सूत्रेण जकारस्य कुत्वेन गः भवति, त्यज् योगः स्यति स्थाने त्यग् योगः स्यति इति भवति. अनन्तरं तस्य चर्त्वेन अकरिच इति सूत्रेण अन्तिमवर्णः गकारस्य स्थाने प्रथमवर्णः चर्त्वेन स्यक् भवति. अनन्तरं स्यक् योगः स्यति, सकारस्य षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण, अतः तत्र त्यक्ष्यति इति भवति. जकारयोगः सकारः, तत्र अपि चोकुकुः इति सूत्रेण जकारस्य कुत्वेन गः भवति. जजर्ज् योगः सि, तत्र च चोककुः इति सूत्रेण जकारस्य स्थाने जर्ग् इति भवति, जर्ग् योगः सि, तस्य छत्वेन अन्तिमवर्णः करिच इति सूत्रेण जर्क् इति भवति, जर्क् योगः सि, तत्रापि सकारस्य तस्य अपि सकारस्य षत्वं भूत्वा आदेशप्रत्ययोः इति सूत्रेण जर्क्षि इति भवति. अतः जकार चवर्गान्तचिन्तनं चोहोकुः सामान्यसूत्रं, ब्रश्च ब्रश्च इति विशेष सूत्रं, तुक्सहितचकारः अस्ति चेत् तत्र कार्यम्, अन्यथा तत्र चोहोकुः यथा आवश्यकं खरी च आदेशप्रत्ययोः इत्येव क्रमः. अस्तु भगिनि, टवर्गस्य चिन्तनं पठति वा? टयोगः स, टयोगः सकारः, टवर्गस्य चत्वं भूत्वा टकारे एव, अतः ना नट् स्टुनास्तु इति सूत्रेण ना नट् इति भवति, ना नट् योगः सि, ना नच्छि भवति स्टुनास्तु इति सूत्रेण. तकारः योगः सकारः, तकारः योगः सकारः, तकारस्य चर्त्वेन तकारः प्रथमवर्णः आगच्छति, स्टुनास्तुः इति सूत्रेण लोलुण्ट् योगः सि, लोलुण्ट् योगः षि आगच्छति आदेशप्रत्ययोः इति सूत्रेण, अनन्तरं करिचे इति सूत्रेण तत्र तकारस्य स्थाने प्रथमवर्णः आगच्छति, प्रथम टवर्गस्य लो लुञ्चि, लो लुञ्चि इति, लो लुञ्चि इति भवति. अग्रे भगिनि, भगिनि भगिनि अत्र आदेशप्रत्ययोः नास्ति, केवलं शृणास्तु चेत् लो लुण्ट् योगः अस्ति. विजया भगिनि, आदेशप्रत्ययोः केवलं शृणास्तु अत्र करीच एव, आं करीच एव तत्र आदेशप्रत्ययम् इन्कोः एव किल. आं समीचीनम्. आं करीच इत्यनेन एव भवति, किमर्थं विशेषप्रत्ययोः इत्यस्य कार्यं नास्ति, नास्ति एव. आं भगिनि सत्यं, नास्ति नास्ति. स्टुनाष्टुः इत्यनेन श भवति, षत्वं भवति, अनन्तरं करीच इति इत्यनेन ठकारस्य अल्पप्राणः लोलुण्ट्सि सत्यम्. आं भगिनि, अस्तु विद्या भगिनी समापयति. आम् आं भगिनि, डकारः योगः सकारः, डकारस्य छत्वेन टकारः भवति स्तुनास्तुः इति सूत्रेण, जागण्ड् योगः सि, तत्र स्तुनास्तुः इति सूत्रेण डकार सकारस्य स्तुनास्तुः इति सूत्रेण एव षि भवति वा? षि तावद् आं तावदेव खलु न ढ जागण्ड् योगः सि, सि इति प्रत्ययः, डकारादि धातुः डकारस्य प्रभावेण तत्र सि स्थाने षि आगच्छति, जागण्ड् योगः सुनास्तुः एव तत्र कार्यं, सुनास्तुः एव कार्यम्. आम् कार्यं सत्यं. करिच इति सूत्रेण प्रथमवर्णः आगच्छति, जागञ्चि इति भवति, अनन्तरं डकारः योगः सकारः, तत्र अपि डकारस्य स्थाने ककार आदेशः भवति षडोः कः सि इति सूत्रेण, अत्र लेड् योगः सि, डकारस्य स्थाने ककार आदेशः भवति लेक् इति भवति, अनन्तरं लेक् योगः सि, सकारस्य षत्वं भूत्वा आदेशप्रत्ययोः इति सूत्रेण लेक्षि इति भवति. तत्र ककारः अस्ति अतः तस्य कारणेन सकारः षकारः जातः. आम् सत्यं समीचीनम्. अतः यदा वयं डकारादिप्रत्ययः, क्षम्यतां डव टवर्गान्तप्रत्यय धातोः पश्यामः, तत्र षडोः कः सि इति मनसि भवेत्. शृणाष्टुः सर्वत्र तु भवति एव, परन्तु थ महाप्राण ठ वर्गः अन्ते अस्ति चेत् तत्र षडोः कहसि इति सूत्रस्य प्रसक्तिः अथवा शुनाष्टुः एव शुनाष्टुः करी च षडोः कहसि यदा भवति आदेशप्रत्ययोः इत्यस्य कार्यम् अस्तु श्रीवल्लीभगिनी तवर्गान्तः पठति वा आं भगिनि तकारयोगः सकारः प्रथमं तकारस्य चत्वे तकार एव भवति करिच इति सूत्रेण उदाहरणं चाचत्योगः चाचत्सि थकारः योगः सकारः तावदेव करिच इति सूत्रेण तकारः करिच थकारस्य स्थाने तकारः भवति सामान्त योगः सि सामान्सि दकारयोग सकारः दकारस्य चत्वेन तकारः भवति करिच इति सूत्रेण अत् योगः सि अत् योगः सि अत्सि धकार दकारः योगः सकारः धकारस्य चत्वेन तकारः भवति करिच इत्यनेन क्रोध् योगः स्यति दकारस्य स्थाने तकारः आगच्छति क्रोत् योगः स्यति क्रोत्स्यति नकारः योगः सकारः आं करिच केवलं करिच अग्रे भगिनि नकारयोगः नकारः योगः सकारः नकारस्य अनुस्वार आदेशः भवति नश्चापदान्तस्य जले मन् योगः स्यते मं स्यते इति रूपं भवति पदान्तनकारः अस्ति चेत् तत्र नश्चापदान्तस्य जलि मनसि भवेत् तत्र जलिपरे तत्र अपदान्तस्य नकारमकारस्य अनुस्वारादेशः भवति अथवा तकारस्य तवर्गस्य तु करीच इत्येव कार्यं सकारे परे अन्यत् किमपि विशेषकार्यं नास्ति पवर्गस्य पठतु भगिनि पकारः योगः सकारः पकारस्य चर्ते पकार एव भवति करीचनेन पवर्ग पवर्गासु करीच तप्योगः स्यति तप्स्यति फकारः योगः कारः करिच इत्यनेन पकारस्य स्थाने पकारः भवति जोगुम्फ् योगः से जोगुंसि बकारः योगः सकारः बकारस्य चत्वेन पकारः भवति करिच इत्यनेन उदाहरणं लालम्ब् योगः से बकारस्य पकारः भवति लालम्प्सि भकारः योगः सकारः भकारस्य चत्वेन पकारः भवति करिच इत्यनेन लब् योगः स्यते लप्स्यते इति रूपं भवति पवर्गीय अपि करिच इत्यनेन अग्रे भगिनि यकारः योगः सकारः यकारस्य लोपः भवति लोपो व्योर्वलि जाहै योगः अस्ति यकारस्य लोपः भवति जाहसि वल्प्रत्याहारे रेफयोगः सकारः रेपः रेपः योगः सकारः भवति रेपः योगः मूर्धन्यषकारः रेफस्य किमपि कार्यं न सकारस्य शतु आदेशप्रत्ययोः युङ्कोः उदाहरणं जागृ योगः अस्ति भवति जागर्षि जाग्रा जागृप्रत्याहारे रेपः अस्ति इति कृत्वा जागर्षि इति आदेशप्रत्ययोः इत्यस्य कार्यं प्रत्ययोः आदेशप्रत्ययोः लकारः योगः सकारः लकारः योगः मूर्धनिषकारः भवति लकारस्य किमपि कार्यं न सकारस्य षत्वमपि आदेशप्रत्ययोः उदाहरणं पम्फुल् योगः सि पम्फुल्षि इति रूपं भवति चार् स्टार् किमर्थमिति स्टार् इति दत्तमस्ति कुत्र किमपि न दत्तमस्ति किल अन्ते नास्ति अस्ति भगिनि अत्र अत्र अस्ति टेबल् मध्ये अन्ते प्रश्नः उदेति किमर्थं गुणः किमर्थं न भवति पठतु भगिनि तत् पुनः किं वयं विस्मरामः पेज् नम्बर् 8 पम्पुल् पम्पुल् योगः अस्ति पम्फ्लिश् अत्र प्रश्नः उदेति किमर्थं गुणे न स्यात् गुणः का ओके अस्य अवगमनार्थं यङ् लुगन्तधातुः पम्फुल् कथं निष्पद्यते इति बोध्यं फल् योगः फल् इति यङ् लुगन्त फल् फल् अनन्तरं फकारस्य स्थाने पकारः पफल् पम्फल् इति लोप यङ् लुगन्तधातुः द्वित्वं भवति अनन्तरं पम्फुल् इति भवति आं समीचीनम् उल् फकारस्य पम्फुल् यदा यङ् लुगन्तधातुः अपि यदा वयं जुहोत्यादिगणे द्वित्वं कृतवन्तः अत्रापि द्वित्वं भवति परन्तु श्लौ इत्यनेन नास्ति संयङ्गोः तत्र द्वित्वं भवति फल् फल् इति भवति अनन्तरं यदा वयं तत्रापि कृतवन्तः किल हलादि शेषः सर्वं तत्र तादृशमेव प्रक्रिया भवति पम्पुल् इति यङ् लुगन्तधातुः इदानीम् आम् अग्रे पठतु भगिनि अत्र अत्र मकारः उकारः मकारः तत् अस्माकं मकारः उकारः तदेव तत्र दत्तमस्ति किल तत्र अध्ययन इत्यनेन अभ्यासस्य नुक् आगमः भवति इति चरफुलो तद् परिच्छेदः पठतु भगिनि अत्र चरफलोश्च इत्यनेन अत्र चरफलोः च इत्यनेन अभ्यासस्य नुक् आगमः भवति तदा उत्परस्यातः इत्यनेन अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशः भवति आम् एताभ्यां सूत्राभ्यां पम्फुल् इति यङ्लुगन्तधातुः भवति उत् आदेशस्य तपरसामर्थ्यात् गुणः न भवति यदि गुणः इष्यते स्म हू इत्यस्य कथनेन पर्याप्तम् आसीत् तदा गुणः अभवश्यत् गुणकार्यस्य निवारणार्थं तपरकरणं कृतं भाष्यमानः अपि उकारः सवर्णान् उकारः सवर्णान् न गृह्णाति इति परिभाषा विधीयमानः यः अण्वर्णः तस्य सवर्णग्रहणं न भवति अन्यच्च तपरशास्त्रम् अन्तरङ्गः गुणकार्यं बहिरङ्गं तस्मात् गुणकार्यम् अत्र असिद्धम् अतः उकारः इति तपरकरणं कृतम् इति कारणेन गुणः न भवति एतादृशं चिन्तनं वयं तु पूर्वं न कृतवन्तः किल उकारः एव तत्र आगच्छति अतः उकारः इति तपरशास्त्रम् अन्तरङ्गम् अस्ति गुणकार्यम् इति बहिरङ्गशास्त्रम् अन्तरङ्गशास्त्रं बलियान् इति कृत्वा तत्र गुणकार्यम् अत्र असिद्धं भवति चिन्तनमेव न कृतवन्तः एतादृशं अस्तु अस्मिन् भागस्य किमपि अस्ति अहं पुनः तत्र महोदयस्य चिन्तनं किम् इति श्रुत्वा वयं पुनः तद् पठामः अग्रे किमर्थं तपरकरणस्य गुणकार्यस्य कथं बलाबलचिन्तनम् इति चिन्तनीयं भाव्यमानः अपि उकारः सवर्णान् तत्तु विधीयमानः खलु विधीयमानः तत् सत्यं परन्तु उकारस्य किमर्थं तत्र गुणः न भवति इति चिन्तनीयं किल तपरशास्त्रं न अन्तरङ्गम् इति कृत्वा इति उत्तिति आदेशः यत्र कुत्रापि भवति पूर्वं तत्र वयं गुणः न कृतवन्तः वा न न अन्तरङ्गबहिरङ्ग दर्तव्यं वा तादृश अस्ति इति तद् मम अपि चिन्तनीयं तत्र उत्तिति आदेशः सर्वत्र भवति किल उत् आदेशः तदन्तरङ्गोपि अन्य न न तत्र गुणः भवति वा इति न दृष्टवन्तः कार्यम् अस्ति चेदेव तादृश अन्यत्र अन्यत्र अहं दृष्टवान् आसीत् नृपतिः नार्पतिः इति भवति नार्पत्यम् इति भवति तत्रापि नार् इति भवति अत्र समासः अस्ति नार् इति इत्यनेन तत्र रकारः अस्ति अत्र विसर्गः भवेत् परन्तु विसर्गः न भवति किमर्थमिति तत्तु अन्तरङ्गकार्यं न पश्यति एव इति आसीत् तादृश आसीत् अतः विसर्गः न भवति इति अन्तरङ्गबहिरङ्गस्य चिन्तनं बहिरङ्गचिन्तनं तत्र यदा अहम् अवगच्छामि तत्र उत् इति आदेशः आगच्छति तत् अपरकरणम् अस्ति तद् गुणकार्यस्य बाधितं भवति तादृशं नास्ति अत्र अत्र गुणकार्यम् असिद्धम् इत्यनेनैव भवति वा भवति अनेन इति अत्र लिखितमस्ति किम् उत् इति आदेशः तपरकरणेन गुणकार्यस्य तपरकरणेन तपरकरणेन गुणकार्यस्य बाधा भवति न तु तपरकरणेन इति वा न न तपरकरणम् असिद्धं कारयति अन्यच्च इति भवति अत्र अन्यच्च अत्र तत्र कारणद्वयं दत्तमस्ति वा तपरकरणेन न भवति अपि च अन्यत् अन्तरङ्ग इति तपरकरणं गुणकार्यं बाधयति तपरशास्त्रम् अन्तरङ्गं गुणकार्यं बहिरङ्गम् अन्तरङ्गं बलियान् इति कारणेन तत्र तपरशास्त्रं गुणकार्यस्य बाधा उत्पादयति अत्र अष्टाध्यायी मध्ये अपि किमपि न दत्तं भगिनि एतत्तु किञ्चित् नूतनविषयः अहं पुनः चरफल इति एतयोः अभ्यासस्य नुम् नुक् आगमः भवति यङ्ग् यङ्ग् लुकोः परतः अस्ति चेत् तावदेव तत् दत्तं तत्र आम् तत्तु चिन्तनीयम् अहं किञ्चित् पूर्वतन आडियो सर्वं श्रुत्वा अवगम्य तद् पाठयामि एतावत् न स्मरामि किं महोदय उक्तवान् पूर्वम् अतः वयं कियत् पर्यन्तं भगिनी स्पष्टतया दत्तं खलु गुणकार्यस्य निवारणार्थम् एव तत्र तपरकरणं कृतमिति आं तदेव किमर्थम् इति प्रश्नः भगिनि तादृशं पूर्वमपि आसीत् वा इति अपि चिन्तनीयं किल बहुत्र वयं तपरकरणं दृष्टवन्तः तत्र गुणः भवति वा न वा इति चिन्तनीयम् अस्तु सम्यक् परन्तु अत्र ऊ आदेशः भवति चेदपि न तर्हि तपरकरणं नास्ति चेत् अन्तरङ्गं न भवति वा तत्र तपरकरणं नास्ति चेत् गुणः भवति इति अन्तरङ्गबहिरङ्गमस्ति खलु अन्तरङ्गशास्त्रमस्ति तदा तपरकरणमेव अन्तरङ्गशास्त्रं महोदय तपर यदा उकारः एव इति चेत् अष्टादशस्य अपि ग्रहणं भवति किल तत्र तर्हि तत्र केन केन कारणेन अन्तरङ्गं भवति बहिरङ्गं भवति उत्परस्य इति तत्र तत्र निमित्तानि द्रष्टव्यानि तादृश चिन्तनीयम् आं तादृशमस्ति आं प्रथमं किञ्चित् चिन्तनीयं किमर्थम् इति उत् इति आदेशः तु तपरकरणं तपरकरणस्य कारणेन अन्तरङ्गम् अन्तरङ्गं बहिरङ्गं बाधयति बहिरङ्गं गुणः गुणस्य कृते उत् परस्य आतः आतः परस्य उत् आतस्य उत् भवति इति अस्ति आतः पर उत् इति, परन्तु तत्र गुणकार्यस्य कृते अङ्गं किमस्ति तत्र इति अस्ति किल, अतः पूर्वमस्ति, अस्य निमित्तं पूर्वमस्ति, अतः कृत्वा तस्य किञ्चित् चिन्तनीयं, तदहं पश्यामि पुनः तत्र कुत्रापि अन्यत्र अस्ति वा इति. इतोपि प्रायः किञ्चित् विवरणम् आवश्यकं तत्र. अग्रे अपि अङ्ग्लुगन्तपाठे अस्ति वा विवरणानि इति पश्यामि. अस्तु, अद्य समापयामः. अतः अस्मिन् पाठे वयं यकारादिप्रत्ययः अपि दृष्टवन्तः किल, पम्पुल् इति पर्यन्तं, लकारपर्यन्तं दृष्टवन्तः. वकारादि वकारान्तप्रत्ययः आरभ्य अग्रिमसप्ताहे पश्यामः. अस्तु अस्तु, धन्यवादः. धन्यवादः भगिनि. धन्यवादः.